सर्वेषां नमस्कारः. अद्यतनकरपत्रम् अस्ति शत्रुशानचोः प्रक्रियाचिन्तनम् इति. पुष्पभगिनी आरम्भं करोति किं? शानच्छति कुर्मः पठित्वा वदतु भगिनि, करपत्रं पठतु. कत्र ईदासः शानच् इति, अधुना शानच् प्रत्ययः कीदृशः इति अस्ति खलु. अधुना शानच् आरम्भतः समागमस्य चिन्ता वर्यकनिमिषम् अधुना क्रमेण पुल्लिङ्गे नपुंसके न भगिनि, शानच् इति आरम्भे अस्ति खलु, ततः आरभ्य. अधुना शानच् प्रत्ययः कीदृशः? भगिनि पठतु भगिनि, तर्हि अरुणा भगिनि पठतु. अधुना शानच् प्रत्ययः कीदृशः? अनुबन्धलोपे आना अवशिष्यते. अयं प्रत्ययः शित्वत् सार्वधातुकः अजादि अजादिः अपि च इति कृत्वा अजाद्यपित् सार्वधातुकः. सार्वधातुकप्रक्रियायां यत्र यत्र अजाद्यपित् इत्यस्य कार्यं परिवर्तमानं तच्च कार्यम् एकप्रकारकं समानं च, यतोहि निमित्तम् अजादि अति. अतः येषां सूत्राणाम् अजाद्यपित् इति निमित्तं तेषां प्रसक्तिः. अतः तिङ्गन्तस्य क्षेत्रे यत्र तिङ्प्रत्ययः अजाद्यपित् तत्र यादृशकार्यं भवति तादृशम् एव कार्यं भवति आन इति प्रत्ययं निमित्तीकृत्य न कोऽपि भेदः. अत्र वदति शानच् प्रत्ययः, प्रश्नः अस्ति शानच् प्रत्ययः कीदृशप्रत्ययः. अनुबद्धलोपे अनन्तरम् लषक्पत्तद्वितीय सूत्रेण शकारः इति संज्ञा लोपः भवति. चकारः हलन्तम् इति सूत्रेण चकारः अपि लोपः भवति. आनः आना इति अवशिष्यते. अयं प्रत्ययः षित् प्रत्ययः तिङ्क्षित् सार्वधातुकम् इति सूत्रेण सार्वधातुकः अजादिः अपित् च इति कृत्वा अजादि अपित् सार्वधातुकः इति प्रत्ययस्य गुणाः. सार्वधातुकप्रक्रियां यत्र यत्र अजादि अपित् इत्यस्य कार्यं भवति तच्च कार्यम् एकप्रकारं चानचाम् अपि भवति. अतः अजादि अति, अतः येषां सूत्राणाम् अजादि अपित् निमित्तं तेषां प्रसक्तिः भवति. तिङ्गन्तक्षेत्रे यत्र तिङ्प्रत्ययः अजादि अपित् यत्र तावदेव शानच् प्रत्यय निर्माणसमये अपि आन इति प्रत्ययनिमित्तीकृत्य कार्यं भवति, न कोऽपि भेदः अस्ति. साधु भगिनि वदतु भगिनि. पर्मि क्षम्यता, अग्रेपि पठतु भगिनि. एतदर्थं तिङ्गन्तकृदन्तयोः प्रक्रियादृष्ट्या द्वैविधं नास्ति. तिङ्गन्तक्षेत्रे यत्र प्रत्ययः अजादपित्, कृदन्तक्षेत्रे यत्र प्रत्ययः अजादपित् उभयत्र कार्यं समानं, प्रक्रिया एका एव. पुनः वदति तिङ्गन्तकृदन्तरूप सिद्धत्वं प्रक्रियादृष्ट्या द्विविधं नास्ति, एकमेव कार्यं प्रकरणं भवति. तिङ्गन्तक्षेत्रे यत् प्रत्ययः अजादि अपित् अस्ति, कृदन्तक्षेत्रे यत्र प्रत्ययः अजादि अपित् अस्ति उभयत्र कार्यं समानमेव, प्रक्रिया एका एव, सामान्यमेव, भेदः. धन्यवादः भगिनी. एतदेव अस्माभिः पूर्वमपि शत्रुप्रत्ययस्य कृते दृष्टम्, अजादि अपि इति कृत्वा अत्र तु बहुवचने लट्लकारस्य बहुवचनरूपं यत् प्रक्रिया किम् आसीत् तदेव अनुसृत्य तदेव शत्रुप्रत्ययस्य अपि आसीत् खलु. तथा एव अत्र शानच् इत्यर्थे लट्लकारस्य द्विवचन किमस्ति प्रथमपुरुषद्विवचनरूपं यत् अस्ति तदनुसृत्य वयं निर्मामः खलु समानप्रक्रिया इति कृत्वा अग्रे सरामः प्रक्रिया भवति इति. नाम उच्यतां, नूतनः कः आगतः? महोदय नमस्ते, मणि. नमस्ते महोदय, स्वागतं महोदय. अस्तु, आडियो वास् नाट् अवेलेबल् सो फार् महोदय. पठतु, पृष्ठ भगिनी पठतु भगिनि, अत्र प्रक्रिया समाना इति अस्ति खलु. इदानीम् अहरित् ऐ डिसपियर्ड् अगेन् अगेन् नास्ति चिन्ता. मणिमहोदय अग्रे पठति किं महोदय, अत्र प्रक्रिया समाना. अत्र प्रक्रिया समाना इत्यनेन किं विवक्षितं? तिङन्तस्य तिङन्तपद व्युत्पत्तिः, कृदन्तस्य प्रातिपदिक व्युत्पत्तिः, उभयत्र साम्यं. ततः अग्रे यदा कृदन्त प्रातिपदिक पदिकात् सुबन्तं भवति तत्र सुबन्तप्रक्रिया पुनः भिन्ना. किन्तु अत्र अस्माकं कृदन्तचिन्तनं नाम कृदन्त प्रातिपदिकनिष्पादनं तस्य च पद्धतिः. सा च प्रक्रिया सार्वधातुकतिङन्तप्रक्रिया च समाना समाननिमित्तिकत्वात्. अस्तु, अत्र प्रक्रिया किं विवक्षां कुर्मः इति वदनेन तिङन्तस्य तिङन्तपदं व्युत्पत्तिः अस्ति, कृदन्तस्य प्रातिपदिकव्युत्पत्तिः अस्ति, द्वे अपि समानम् अस्ति, साम्यमस्ति समानं न साम्यमस्ति. ततः कृदन्तप्रातिपदिकात् सुबन्तं भवति, सुबन्तप्रक्रिया पुनः भिन्ना. यदा कृदन्तप्रातिपदिकात् सुबन्तं भवति तत्र सुबन्तप्रक्रिया पुनः भिन्नरीत्या आगच्छति. किन्तु अत्र अस्माकं कृदन्तचिन्तनं नाम कृदन्तप्रातिपदिकनिष्पादनं कथम् आगच्छति इति, तस्य पद्धतिः इति, कथं उत्पत्तिः कथम् आगच्छति इति स्मरामः. तत् प्रक्रिया सार्वधातुकप्रक्रिया च समाननिमित्तिकम्. तर्हि कृदन्त किमस्ति, कृदन्तप्रक्रिया इति साक्षात् पश्यामः चेत् यत्र सुबन्तं योजयामः खलु तत्तु तत्तु भिन्ना अस्ति. सुप्रत्ययस्य योजनं तु भिन्ना भवति, तिङ्प्रत्ययस्य योजनं सुप्रत्ययस्य योजनं भिन्ना भवति. किन्तु यत्र प्रातिपदिकनिर्माणं भवति अस्माकम् अत्र अधुना अस्माकं शानच् इति रूपस्य कृते प्रातिपदिकनिर्माणं तु अधुना एव दृष्टम् आसीत्. अजादि शानच् प्रत्ययः अपि अजादि अपित् प्रत्ययः अस्ति इति दृष्टं. तर्हि अस्माकं तिङन्त सार्वधातुक यत्र अस्माकं सार्वधातुकप्रक्रिया यत् अस्ति, अजादि अपित् सार्वधातुकप्रक्रिया यत् अस्ति, तदेव अस्ति शानच् इत्यस्य अपि इति. तर्हि प्रातिपदिकनिर्माणं प्रथमं भवति, तदनन्तरमेव वयं सुबन्तं निर्मा लिङ्गम् अनुसृत्य सुबन्तं निर्मामः. अस्तु भगिनि, अग्रिमं वाक्यद्वयमपि पठति किं भगिनि? प्रथमगणसमूहः तत् अदन्ताङ्गस्य रूपाणि. तर्हि शानश् प्रत्ययः इति यथा तथा, शानश् प्रत्ययः इति यथा तथा तिङन्तस्य अदन्तक्षेत्रे तादृशप्रत्ययः कः? अङ्गम् अदन्तम् अस्ति चेत् आने मुक् इत्यनेन मुक् आगमः भवति. मुक् योगः आना मान, तत्र हलन्त्यम् इत्यनेन ककारः गच्छति, उकारः उकारः गच्छति. किमर्थेन इत्यनेन अत्र उकारः उच्चारणार्थं किम्? न उकारः नास्ति, उकारः लोपः भवति. केन सूत्रेण भगिनि? अत्र उच्चारणार्थं किं नो चेत् किमस्ति? मकारस्य उच्चारणार्थं मुक् इति अस्ति. मुक् योगः आना मान इति मा एव तिष्ठति. उपदेशयन्तिक इत्यनेन उकारः गच्छति. सम्यक्. ओ, अनुनासिक उकारः अस्ति किम् एषः उकारः? मुक् इति अस्ति च, अस्ति चेत् उकारः गच्छति इति उकारः तु हलन्त्यम् इत्यनेन गच्छति. लस्य इत्यनेन उकारः किं गच्छति, कथं गच्छति? तदेव उच्चारणार्थम् अस्ति किं, नो चेत् तत् सः उकारः अजनुनासिकः उकारः अस्ति किम् इति ममपि संशयः अस्ति भगिनि. कोऽपि वदतु, मया न बहु सरला भगिनि ज्ञायते किं भगिनि भवत्या? सरला भगिनि, अहं न स्मरामि भगिनि सूत्रं, तर्हि अग्रे दृष्ट्वा वदामि भगिनि. मया स्मरितं विद्या भगिनी वदतु. अजनुनासिकः इति अस्ति, तर्हि तर्हि तथा स्वीकुर्मः. गच्छामि, पठामि अग्रे. अग्रे पठतु. हलादि, हलादि अपि प्रत्ययोः प्रत्ययः भवति. माना इति तिङन्तस्य आत्मनेपदस्य अदन्तक्षेत्रे ते प्रत्ययः अपि यत् तथा हलाद्यपि. अतः ते प्रत्यये परे यत् कार्यं, यत् कार्यं भवति तदेव कार्यं भवति मानप्रत्यये परे. एकवचने यत् कार्यमस्ति तद् अस्ति अत्र. ते प्रत्ययस्य कथं कार्यं भवति तदेव एतद् अपि हलादि अपि प्रत्ययः भवति. अस्तु, धन्यवादः भगिनि. सरला भगिनी अग्रे पठति किं भगिनि? अस्तु. आने मुक् अदन्त अङ्गस्य मुक् आगमो भवति आन प्रत्यये परे. आने सप्तमन्तं मुक् प्रथमान्तं द्विपदं सूत्रम् अतो येह इत्यस्मात् अतः इति विपरिणामेन षष्ठ्यन्तम् अनुवर्तते. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अतः अङ्गस्य मुक् आने. अत्र आने मुक् इति वदति यद् अदन्तम् अङ्गं पूर्वम् अस्ति शानप्रत्ययस्य प्रत्ययस्य पूर्वम् अदन्तम् अङ्गमस्ति. अतः इति पञ्चम्यान्तम् अङ्गस्य इति भवति, षष्ठी अन्तम् अतः अङ्गस्य इति अङ्गषष्ठी. सो आदेश आने सत्यं आने परे अस्ति, कार्यं तस्य पूर्वं भवति. अङ्गस्य षष्ठी अन्तम् अस्ति. अतः इति भवती अतन्तमङ्गस्य अतन्तमङ्गमस्ति साधु अतः तपरकरण अतन्तम् अङ्गं भवेत् साधु. अनन्तरम् अत्र मुक् इत्यस्य उकारः उच्चारणार्थः एव अत्र जालपुटे पश्यामि अष्टाध्यायी डाट् काम् मध्ये सिद्धान्तकौमुदी अस्ति खलु तत्र उक्तमस्ति क्षम्यतां बालमनोरमा तत्र उक्तमस्ति मुखि ककारः यत् उकारः उच्चारणार्थः इति उक्तमस्ति तर्हि केवलम् उच्चारणार्थमेव उकारः अजनुनासिकः उकारः नास्ति. अस्तु सो मुक् इति आगमः भवति ककारस्य ककार इति आद्यन्तो टकितौ वर्णनेन अङ्गस्य अन्ते आगच्छति किन्तु अग्रे महोदय लिखति यत्र सुलभार्थम् आने तस्य पूर्वम् इति योजयामः सो माने इति भवति यत्र अदन्त केवलम् अदन्त अङ्गम् इति निमित्तं भवति तस्य कारण एव आनिमुक् इति सूत्रे साधु. आं भगिनि मुक् यद्यपि अङ्गस्य आगमः अस्ति तथापि वयम् अधुना सरल रूपप्रक्रिया सरलं भवतु इति कृत्वा सरला भवतु इति कृत्वा अत्र आने इत्यस्य प्रत्ययस्य प्रत्ययेन सह योजयित्वा वयं प्रक्रिया कुर्मः इति. माने सो यत्र आने माने यदि भवति तत् केवल अदन्त अङ्गस्य परे यदि शान् प्रत्ययः आगच्छति तत्र माने भवति यदि अङ्गम् अनदन्तम् अस्ति तत्र आने मुक्तस्य प्रसक्तिः न भवति अत्र तत्र केवलं शान आन एव तिष्ठति. सो यदि अङ्गम् अदन्तम् अस्ति उपप्रक्रिया यदि भवति तस्य रूपं भवति हलादि अपि इति कारण के माने अस्ति माने तस्य स्वभावः भवति हलादि अपि यदि अङ्गम् अनदन्तं भवति तत्र माने आने मुक्तस्य प्रसक्तिः न भवति तु केवलम् आने तिष्ठति तत्र स्वभावः भवति अजादि अपि एतत् भेदः अस्ति अदन्तमङ्गम् अनदन्तमङ्गं तस्य प्रक्रिया मध्ये इत्वात् आद्यन्तौ टकितौ इत्यनेन अदन्ताङ्गस्य अन्ते विद्यते तत्र प्रक्रियाया सौकर्यार्थं प्रत्ययस्य आदौ स्थापयामः यदा भवती इदानीम् उक्तवती प्रक्रिया सरला भवेत् तथा मुक् यति तस्य मकारस्य योजनं प्रत्ययस्य भवति मान इति आगच्छति भुवादिगणे द्वादिगणे तुदादिगणे चुरादिगणे च धातु विकरणप्रत्ययो संयोजनेन निष्पन्न अङ्गम् अदन्तम् अतः एषु चतुर्षु धातुगणेषु समानचिन्तनं स्वयं जानीमः सार्वधातुकप्रत्य प्रक्रिया या भवति तस्य प्रक्रिया पुनः विभजनं द्वे भागे भवति एकं भवति यदि अङ्गम् अदन्तम् अस्ति अन्यम् अस्ति यत्र अङ्गम् अनदन्तम् अस्ति अदन्तम् अङ्गं भवति भुवादिगणे आरणकी शप् प्रत्यय आगच्छति अवशिष्यते द्वादिगणे ष्यन् प्रत्ययः अस्ति अनुबन्धालोपानन्तरं य भवति तदपि अगन्त अदन्तमगं भवति तुदादिगणे विकर्णप्रत्ययश अस्ति अनुबन्धालोपानन्तरम् अवशिष्यते चरादिगणे भूत्वा पुनः शप आगच्छति तत्रापि अकार शिष्यते अतः एते चत्वारि गणः तेषां दन्तमङ्गं भवति अतः प्रक्रिया मान अपि परि आगच्छति तत्र उदाहरणम् अत्र दत्तमस्ति पठामि वा भगिनि. आं भगिनि पठतु भगिनि. अस्तु द्वादौ गणौ वृद्धौ शान यदि प्रति आगच्छति तत्र सर्वे धातव आत्मनेपदे भवन्ति वृद्ध योग शप् वृद्ध इति पठामि वर्ध इति अदन्तमङ्गं वर्धयोगमान वर्धमान वर्धमानः वर्धमाना वर्धमानम् वृद्ध इति मूलप्रत्ययः अस्ति अनुबन्धालोपानन्तरं वृद्ध भवति उपादस्य उपदेशयजुनानस्य कारणेन संज्ञा तस्य लोपं भवति वृद्ध योग वृद्ध तदनन्तरं लट् आगच्छति विवक्षा कर्मणि अस्ति लट् प्रथमा शत्रुशानचो समानाधिकरणे इति सूत्रेण शान प्रत्यय आगच्छति तत्र शान त्रिंशत् सार्वधातुकेन शान भवति सार्वधातुकप्रत्ययः इदानीं वृद्ध इति प्रथमगणे द्वादिगणे अस्ति प्रत्यय शप् एव अस्ति सो कर्तरि शप् आगच्छति तस्य सावधातुके परि कर्तरि शप् आगच्छति तत् अतः भवति वृद्धयोग शप् योग अस्माकम् आन शान अस्ति इति कृपया इदानीं यदि वृद्ध शप् अनुबन्धालोपानन्तरम् अवशिष्यति शप् इति त्रिंशत् सार्वधातुक अस्ति सार्वधातुक अतः वृद्ध इत्यस्य सार पुगन्तलघुपस्य अनेन भवति सो वर्ध इति भवति वर्धयोग अवर्ध भवति इदानीं वर्ध अङ्गम् अस्ति तस्य परे आन् अस्ति सो वर्ध इति अत्यन्तम् अङ्गम् अस्ति आनेन मुक् आगम भवति मुक् आगम वर्धमान इति प्रातिपदिकं भवति प्रातिपदिकं तदनन्तरं पुल्लिङ्गे सुप् इति योजयेन वर्धमान स्त्रीलिङ्गे वर्धमाना अपि पूर्णपुस्तके वर्धमानम् इति भवति वयं सुबन्तप्रक्रिया न कृतवन्तः भगिनि धन्यवादः भगिनि मणिमहोदय अत्र अस्तु महोदय प्रवादौ यदि इत्यनेन क्षिति दात्वादेशः जायः इति अदन्तम् अदन्तमङ्गं जायतोः मान जायमानः अत्र धातु जनि इति अत्र ऋतिकारः लघु भवति जन्यः तिष्ठति न्यायजनो सूत्रेण यत्र न्या अस्ति धातु अथवा जन्मस्ति क्षितिपरे धातुवादेशः जा इति रूपं भवति जायोः जाय इति अतन्तस्य अङ्गम् इदानीं जाय इति रूपं भवति अत्र आन इति प्रत्यय भवति सूत्रम् आनीम् इति सूत्रेण अत्र अदन्तस्य अन्ते मुक्काहमः न्याय जायमान इति रूपं पुल्लिङ्गे सुप्रत्ययोजनेन जायमानः श्रीलिङ्गे जायमान नंसलिङ्गे जायमानम् इति रूपं भवति महोदय सुदादौ अग्रेपि सुदादौ वदतु महोदय ओलग्जि योः स लस्य योः सोष्णाच्छु लस्य योः जलाञ्जसि इत्यनेन लज् योः लज् लज् इति अङ्गं लज् योः मान लज्यमान लज्यमानः लज्यमान लज्यमानम् द्विवादिगणे उदनपथ्य यकारः उदादिगणे शिवा एव अकारः एव अस्ति अदन्तार्थम् ओलोजि ततोः ईकारः ओकारः आदेश उपदेशस्य नास्ति अत्र लज्जि एव दृश्यते लज्जोः इदानीं चौः इति सूत्रेण दन्तिसकारस्य स्थाने पारविष्कार आदेशः योग अवकारः इदानीं यस्य सूत्रं कार्यं करोति अतः तालङ्गसकारस्य स्थाने जकारः तिरुपिजकारः आदेशः लज्जे लज्जयो मानलज्जमान पुल्लिङ्गलज्जमान त्रिलिङ्गलज्जमान नंसलिङ्गलज्जमानम् इति रूपं भवति महोदय. अग्रेपि महोदयपि चुरादौ शुरयोः निच् शुक्लयोः हि चोरि इति धातुः चोरि योः सप् चोरयः इति अङ्गं चोरयः योः मान चोरयमान चोरयमानः चोरयमान चोरय मानम् चुरुयोः निष्प्रत्ययः चुरादेन निष्प्रत्ययस्य कारणतो भवति चुप्य एव तिष्ठति निष्पत्तिः अपि इकारः एव तिष्ठति अनुबन्धलोकस्य अन्धं चोरि चुर् अत्र गुणः भवति चोरि इति धातुः चोरि सप् चोरय इति अङ्गं भवति अत्रापि अन्धम् अत्र चोरय योः मुखामान इति चोरमा चोरयमान इति रूपं पुल्लिङ्गे चोरयमान चोरयमान त्रिलिङ्गे चोरयमान पुंसलिङ्गे चोरयमानम् इति रूपाणि भवन्ति महोदय. अस्तु महोदय धन्यवादः धन्यवादः महोदय. भगिनी अरुणा भगिनी अग्रे आम् द्विवादिगणसमूहः अदन्ताङ्गस्य रूपाणि अत्र अङ्गम् अदन्तं नास्ति अतः आनेमुक् न भवति. आनेमुक् सूत्रं वदति अदन्ताङ्गस्य मुक् आगमः भवति आनप्रत्ययपरे इति. तर्हि सानच् प्रत्ययस्य अनुबन्धलोपे आन इति अवशिष्यते मुक् आगमः च अत्र नास्ति आन इत्येव तिष्ठति. पठितं वा? आं महोदय पठतु भगिनि. तर्हि सानच् अजादि अपि सार्वधातुकः अत्र शानच् इति यथा तथा तिङ्गन्तस्य अनदन्तक्षेत्रे तादृशप्रत्ययः कः आते इति समाधानम्. लटि प्रथमपुरुषस्य द्विवचने यः प्रत्ययः आते इति प्रत्ययः अजादपि आनापि तथा प्रक्रिया न आते प्रत्ययस्य न वा आनप्रत्ययस्य प्रक्रिया चि अपित् इत्यस्य अजाद् अपित् इत्यस्य यस्मात् धातोः आते प्रत्ययः परे यदा कार्यं भवति तथा च रूपं निष्पन्नं तथैव शानच् अजन्तरूपमिति निष्पद्यते. पूर्वम् उक्तं शानच् प्रत्ययः अजादि अपित् सार्वधातुकः कार्यं समये तिङ्गन्त अनदन्तक्षेत्रे तादृशप्रत्यय एव आते इति लट्लकारस्य प्रथमपुरुषद्विवचनप्रत्ययः कानि कार्याणि भवति आद्यप्रत्यय आजाद् अपित् निमित्तं समानकार्यमपि आनज् प्रत्यय परे कार्यं भवति अजाद् अपित् इत्यस्य यस्मात् धातोः तथा आद्यप्रत्ययपरे यथा कार्यं तथा च रूपं निष्पन्नं भवति. अस्तु भगिनि, यत्र मान इति अदन्तम् अङ्गं चेत् मान इति योजयामः, तत्तु मान हलादि हलादिप्रत्ययः अस्ति इति कृत्वा ते इति प्रथमपुरुषे एकवचने यत् रूपम् अस्ति, यत् प्रक्रिया भवति तादृशसमानं भवति, ते परे यत् कार्यं अस्ति तदेव कार्यम्. अत्र तु यत्र अनदन्तम् अङ्गम् अस्ति चेत् आन इति एव प्रत्ययः अस्ति. अस्माकम् अजादि अपि प्रत्ययः अस्ति इति कृत्वा आपे इति प्रथमपुरुष एक द्विवचन रूपं यत् अस्ति, तस्य रूपं प्रक्रिया किम् अस्ति तदेव समानम् अस्ति अस्माकम् अधुना शानच् इत्यस्य आन इति परे प्रक्रिया अपि समानम् इति. अजन्ताङ्गस्य अस्ति तत् ते प्रत्यय एव कार्यं भवति. अजन्ताङ्गस्य रूपम् अस्ति अमुकागमनं भवति, आते प्रत्यय प्रक्रिया एव सामान्यं भवति अनस् प्रत्ययरूपेषु. आं भगिनि, धन्यवादः भगिनि. अग्रेपि पठति किं भगिनि? तर्हि अङ्गम् अनदन्तं कुत्र? स्वादिगणे, तनादिगणे, क्रयादिगणे, रुदादिगणे, अदादिगणे, जुहत्यादिगणे च. स्वादौ चिदु धातु योगः आते चिन्वाते लट्लकाररूपं चिनु योगः आन चिन्वान चिन्वानः चिन्वान चिन्वानम् इति सुबन्तरूपाणि भवति. अत्र हूष्णुवौ सार्वधातुके सूत्रेण उकारस्य स्थाने वकार आगच्छति. हुधातुः च हूष्णवौ सार्वधातुके सूत्रं वदति हू धातुः च अनेकाच् स्नुप्रत्ययान्तम् अङ्गं च तयोः असंयोगपूर्वस्य अङ्गन्तस्य उकारस्य स्थाने यन् आदेशः भवति. अजादि सार्वधातुकप्रत्ययपदे निमित्तं मरुभूतिसहितसूत्रम् अनेकाचः स्नुवोः असंयोगपूर्वस्य ओः अङ्गस्य यन् अचि सार्वधातुके. चिनुधातु चिनुयोगः आन भवति. अत्र स्नुवोः सार्वधातुके सूत्रेण उकारस्थाने अङ्गस्य उकारस्य स्थाने यन् आदेशः भवति. अस्तु भगिनि, निमित्तमस्ति अचिसार्वधातुके प्रत्ययपरे. अत्रापि अचिसार्वधातुकप्रत्ययः अस्ति आन इति कृत्वा समानप्रक्रिया. परन्तु लट्लकारे अपि लट्लकारे अपि कूष्णुः भवति न? आं भगिनि, तत्रापि समानमस्ति. असंयोगपूर्वकः अस्ति इति कृत्वा कूष्णुः सार्वधातुके इति सूत्रं कार्यं करोति. अस्तु, एवम् अस्ति इति मन्ये खलु प्रक्रिया अस्माकं किम् अस्ति? समानं तु समानकार्यं सामान्यकार्यम् अस्ति यत् यण्सन्धिः अस्ति, तद् प्रबाद्य किम् अस्ति अस्माकं किम् अचिष्णुधातुब्रुवाङ्ग्, क्षम्यताम्, अचिष्णुधातुब्रुवाङ्ग् योर्यवङ्गो इति कार्यं कुर्यात्. तद् प्रबाद्य अत्र असंयोगपूर्वकः उकारः अस्ति इति कृत्वा उष्णुः सार्वधातुके इति श्नु इति अपि अस्ति इति कृत्वा उष्णुः सार्वधातुके इति. अग्रे पुष्पभगिनी पठति किं भगिनि? सूत्रं पठामि वा? तत् भगिनी पठितवती खलु अग्रे तनादौ इति तनादौ तनुयोगः तनुयोगः आते चिन्वासे तत्र आत्मनेपदी ते ते तत् आगच्छति चिनुयोगः आन चिन्वान तथैव चिन्वाते चिन्वान चिन्वानः चिन्वाना चिन्वानम् उष्णः अत्र उष्णो सार्वधातुके भगिनि भगिनि तनादौ इति आरभ्य भगिनी तु पठितवती खलु स्वादौ तनादौ आरभ्य तन्वादे तन्वान तन्वानः तन्वाना तन्वानम् इको एनचि इकः स्थाने यण् आदेशः आदेशः स्यात् अचि परे संहितायां विषये न न एकवारं इकः स्थाने यण् आदेशः स्यात् अचि परे संहितायां विषये इकः यण् स्यात् असवर्णे अचि अचि परे इति सूत्रस्य परितः अर्थः इति ज्ञेयं सवर्णे अचि परे अकः सवर्णे दीर्घः इत्यनेन यन् बाधितम् इकः षष्ट्यन्तं यन् अनुवृत्तिसहितसूत्रम् इकः यन् अचि संहितायाम् इकः संहितायाम् अस्तु अत्र इकः स्थाने यण् आदेशः अत्र उ अस्ति इकः तत्तु उ अपि आगच्छति इकः वदनेन इ उ लृ आगच्छति तत्र तनुयोगः आते अत्र अचिपरे वकारः आगच्छति उकारस्य आदेशः यण् आदेशः तत्तु वकारः आगच्छति तन्वाते इति तनुयोगः आन तन्वान इति आगच्छति सम्यक् अत्र आं भगिनि अत्र तु उष्णो सर्वदात्तिकस्य प्रसक्तिः नास्ति किमर्थम् इत्युक्ते उष्णोङ्गं नास्ति खलु अत्र तु उष्णोङ्गं नास्ति उ इति अस्माकं विकरणप्रत्ययः तु उ अस्ति उ इति अस्ति श्नु इति अङ्गं नास्ति इति कृत्वा इको एणचि इति सामान्यकार्यमेव कार्यं करोति अत्र तनादौ क्रयादौ प्रायः सरला भगिनी पठति किं भगिनि अस्तु क्रियादौ क्रीणायोग आते क्रीणाते क्रीणायोग आन क्रीणान क्रीणानः क्रीणाना क्रीणानम् अत्र अस्माकं धातुः अस्ति क्री क्री धातुः पुनः सार्वधातुकप्रक्रिया भूत्वा प्रत्यविक शप्तबाध्यस्ना इति विकरणप्रत्यय आगच्छति सुक्री योगश्ना इदानीं सार्वधातुक अपित् सार्वधातुक आर्धधातुक्यो इति सूत्रस्य प्रसक्तिः भवति किन्तु केवलं षित् अस्ति पित् नास्ति सार्वधातुक अपित् अनेन कित्ङित् भवति सो कितिङिति परे गुणप्रबाद्य भवति सो इदानीं केवलं वर्णमेलनं भवति सो क्रीयोग अनुबन्धालोपनान्तरं स्नाना भवति क्रीणा भवति इदानीं अट्कुप्वाङ्याने अपि अनेन नकारत्वं भवति सो क्रीणा इति भवति अङ्गं क्रीणायोग आते इति सार्वधातुकप्रत्यय इदानीं श्नाभ्यस्तयोरात अनेन आकारस्य लोपः भवति किटिङ् इति परे सूत्रं वदति श्नाभ्यासयोरात अहं पठामि. श्ना प्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य लोपः भवति कितिङिति सार्वधातुकप्रत्ययपरेश अनुवृत्तिसहितसूत्रम् अस्ति. अङ्गस्य श्नाभस्तयोः आतः लोपः कितिङिति सार्वधातुके. सो यदि क्रीणा अस्ति तस् अङ्गस्य षष्टिविभक्ति श्नाभ्यास्तयोः यत्र अङ्गं श्ना प्रत्यययोजनेन आगच्छति वा अभ्यस्त अङ्गम् अस्ति तत्र आतः इति यदि आकारः अस्ति तत् आकारस्य लोपः भवति यदि निमित्तं भवति कितिङिति सार्वधातुके सप्तमी विभक्ति अस्ति तस्यां. सो कितिङिति सार्वधातुके परे सो आते इति सार्वधातुकप्रत्ययः अस्ति तत् अतः तस्य आकारस्य लोपः भवति. यतोहि श्रवणदीर्घसति तस्य अपि कार्यं भवितुं शक्नोति किन्तु श्नाभ्यस्तयोरात् अपवादत्वेन तस्य कार्यं भवति कारण कि यदि तत् कार्यं न करोति तस्य तस्य अवकाशः न आगच्छति पुनः. सो क्रीणायोग आन इति शानप्रत्ययः अस्ति तदपि सार्वधातुकम् अस्ति सार्वधातुकं कितिङिति अजादि अपि अस्ति. सो कितिङिति परे तस्य अपि समानकार्य प्रक्रिया भवति. सो श्नाभ्यस्तयोरात् अनेन आकारस्य लोपः भवति. सो क्रीणान इति भवति तद् क्रीणान सुप् प्रत्ययोजनेन पुल्लिङ्गे क्रीणानः स्त्रीलिङ्गे क्रीणानां नपुंसकलिङ्गे क्रीणानाम् इति भवति. धन्यवादः भगिनि. मणिमहोदय रुदादौ अदादौ इति महोदय रुदादौ रुन्द्योः आते रुन्दाते रुन्द्योः आन रुन्दान रुन्दानः रुन्दाना रुन्दानम् अत्र रुदादिगणे स्नम् इति प्रत्ययः रुद् धातुः स्नम् मकारः हलन्तिङ्गति लोपः भवति सकारः लसक्वदिति सूत्रेण लोपः भवति न एव तिष्ठति. इदानीं मसुरलोपः इत्यनेन नकारस्य अकारलोपः भवति न एव तिष्ठति. रुदादिगणे वटनप्रत्ययं मध्ये आगच्छति वृन्द इति योगः आते वृन्दाते इति परं भवति. अनन्तरं वृन्द शानच् प्रत्यये आन इति वृन्दान अत्र मुखामः न भवति अतः वृन्दान इति रूपं पुल्लिङ्गे वृन्दानः श्रीलिङ्गे वृन्दान नवसलिङ्गे वृन्दानम् इति. अनन्तरम् अदादौ शीन् स्वप्ने इति धातुः श्रीयोः आपे गुणः भवति अत्र से इति योः आपे श योः अय इति अययोः आपे शयाते श्रीयोः आन से योः आन श अय आन साय शयान शयानः शयाना शयानम् इति. अत्र श्रीधातुः अस्ति परम् आते अस्ति स्वप्नास्ति अतः गुणकार्यं न भवितुमर्हति परन्तु श्रीन् सार्वधात्के गुणः इति सूत्रेण अपितपि अत्र इत्यपि अपितपि गुणः भवितुमर्हति अतः श्री ईकार से इति श्री स्थाने से आदेशः प्रत्ययस्वलोप योजनेन शयाते इति रूपं भवति. अत्र यजवायवः इति सूत्रं कार्यं करोति ए इति स्थाने ऐ आदेशः च ऐ योः आते शयाते इति रूपं तदेव सि योः आन से योः आन अत्रापि गुणः भूत्वा शयान से इति अनन्तरं एचकार्यं करोति ऐ आदेशः स ऐ योग आन शयान इति रूपं शयानः लिङ्गे सायानाश्रीलिङ्गे सायानं नपुंसकलिङ्गे सूत्रमेव पठामि महोदय. सिङ् सार्वदातुके गुणः, सिङ् धातोः गुणः भवति सार्वदातुकप्रत्ययपरे. अनेन सूत्रेण सिङ् धातोः गुणः भवति न केवलं पित्सु अपि तु अपित्सु अपि इको गुणवृत्तिः. इत्यनेन परिभाषासूत्रेण इकः स्थानि भवति तत्र स्थानीयेन उक्तम्. अतः अत्र ईकारः स्थानि भवति शीन् षष्ट्यन्तं सार्वदातुके सप्तम्यन्तं गुणः प्रथमान्तं त्रिपदं दं सूत्रम् अङ्गम् अङ्गस्य इत्यस्य अधिकारः निवृत्तिसूत्रं शीन् अङ्गस्य गुणः सार्वदातुके. यत्र शीन् अङ्गः अस्ति अत्र सार्वदातुके प्रत्यये परे गुणः भवति इति तत्र दत्तम्. यद्यपि प्रत्ययः सप् विद्यते अथवा अपि तस्य चेदपि गुणः भवति अत्र इति सूत्रं वदति. स्थानं षष्ट्यन्तं कुत्र भवति असीं स्थाने पूर्णतया वा अथवा अलङ्कृत्य वा इति न उक्तम्. स्थानी न उक्तमस्ति इत्य कारणेन इको गुणवृत्तिः इति परिभाषासूत्रं कार्यं करोति. इकः स्थानी भवति इकः इत्युक्ते अत्र ईकारः अस्ति सीङ् इत्यनेन ईकारः स्थानी स्थानी भवति अतः अत्रैव परिवर्तनं भवति इति दत्तं महोदय. ईकारस्य स्थाने पुनः भवति. धन्यवादः महोदय. धन्यवादः महोदय. सरला भगिनी पठितवती किं भगिनि? पठामि वा आगच्छति? आं भगिनि क्षम्यताम्. आं जिहोतवती ज्योत्यादौ दा योग आते ददा आते ददाते दा योग आन ददा आन ददान ददाना ददान ज्योत्यादिगणे दा इति अस्ति तो शप् प्रबाद्य ज्योत्यादि श्लू इति श्लौ इति विकरणं प्रति आगच्छति. तस्य कारणं शप् लुक् भवति अपि श्लौ अनेन अभ्यस्तकार्यं भवति द्वित्वं भवति दादा भवति. इदानीं हस्व इति अभ्यासकार्यं भवति सो पूर्वपदम् अभ्याससंज्ञा अस्ति पूर्वपदस्य सो हस्व अनेन दा पूर्वपदस्य दा अस्ति तस्य आकारस्य हस्व वसि दा भवति. तदनन्तरम् अभ्यस्तसंज्ञा अस्ति द्वे पदे ये अस्ति तेषां स्नाभ्यस्यरो स्नाभस्योरात् इति सूत्रेण अभ्यस्ताङ्गस्य आकारस्य लोप भवसि सो दद् इति भवति. दद् योग आते इति ददाते इति भवति. यदि प्रत्यय आन अस्ति अङ्गम् इदानीं अदन्तम् अस्ति अदन्तं नास्ति अतः आने मुक्तस्य प्रसक्तिः न भवति सो ददान इति भवति. ददान ददाना ददानम् इति स्त्रीलिङ्गे पुल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे क्रमेण आगच्छति. भगिनी ददा योग आन तत्र अपि श्नाभस्योरात् इति सूत्रेण कार्यं करोति साधु? आं भगिनि. अतः यया प्रक्रियया आते विधीयते तया एव प्रक्रियया आन अपि विधीयते. सर्वत्र कार्यं समानम् एव. किमर्थं तथा? यतो हि प्रक्रिया न आते पश्यति न वा आन. प्रक्रिया अजादि अपि सार्वधातुकप्रत्ययम् एव पश्यति. प्रक्रियायाः निमित्तं तदैव अस्ति अजादि अपि सार्वधातुक. इदानीं महोदय प्रदर्शति यत् तिङन्तप्रक्रिया भवे या सुबन्तप्रक्रिया, यदि प्रक्रिया सार्वधातुकम् अस्ति उप प्रक्रिया अज्जादि अपि अस्ति कार्यं प्रक्रिया समाना अस्ति, केवलं विशिष्टकार्यं यत्र आगच्छति तदेव भवति, यथा शीङ् सार्वधातुके गुणः भवति वा हुशनो साधातु इति केवलं विशिष्टकार्यं भवति तत्र. अग्रे अपि पठ अग्रिमपङ्क्तिमपि पठतु भगिनि. अस्तु, अतः केवलम् एकं विशिष्टसूत्रं भवति ई दासः, यस्य कार्यं केवलं शानच् पते परे एव भवति. आस् धातोः यदा शानच् रूपं निष्पद्यते तदा आन इत्यस्य स्थाने ईन भवति. आसयोग आन, आसयोग ईन, आसीन. लटि आस्ते, आसाते, किन्तु शानच् प्रत्यये आसीन एकमात्र अपवाद. इदानीं वयं पूर्वं दृष्टवन्तः ये कार्याणि भवन्ति तिङन्तप्रक्रियायां ते सर्वे समानकार्याणि आगच्छन्ति. सुबन्त प्रातिपदिकं निर्माणार्थं यदि अशान अस्ति कर्तरर्थके, तत्र विशेषकार्यं ये धातु अङ्ग भवति ते अपि समाना भवन्ति, किन्तु एकं विभिन्न अस्ति. एकसूत्र केवलं, तस्य सूत्रस्य नाम अस्ति ई दास. यदि आस् धातु अस्ति तस्य परे यदि आन आगच्छति तत्र आन आस्य अकारस्य स्थाने ईकार आगच्छति, आसीन भवति. किन्तु यदि आस् योग आते अस्ति तत्र आसाते भवति, न तु आसीते इति न भवति. केवलम् एकम् एव भेदः अस्ति द्वयमध्ये. सो ईदास किम् अस्ति सूत्रं वदति, आस उत्तरस्यानशब्दस्य ईकारो आदेश भवति आदेः परस्य इति परिभाषा सूत्रेण परस्य कार्यम् आदेः अलः इति कृत्वा ईकार आदेश सम्पूर्ण आन प्रत्ययस्य स्थाने न अपि तु आदिमवर्णस्य आकारस्य स्थाने ईत प्रथमान्तम् आस् पञ्चम्य अन्तं द्विपदं सूत्रम् आने मुख इति इत्यस्मात् आने इत्यस्य अनुवृत्ति विभक्ति विपरिणामेन षष्ट्यन्तम् आनस्य अङ्गस्य इत्यस्य अधिकार अनुवृत्तिसहितसूत्रम् आसः अङ्गात् आनस्य ईत ई दास इति भवत् सूत्रं वदति. यदि अङ्ग आस् यथा आस् उदाहरणम् आस् धातु अस्ति तस्य अङ्गस्य परे यदि आन आगच्छति तत्र आन अङ्गस्य परे अस्ति तत् उत्तर धातो अङ्गस्य उत्तर पदम् अस्ति प्रत्यय, तत् प्रत्ययस्य आदिमवर्ण आदे परस्य अनेन आदिमवर्ण केवलं स्वीकृत्यं न तु पूर्ण पदं स्वीकृत्यं. सो आदे सो आन इति यत् तस्य केवलम् आ वर्णनं स्वीकृत्य तत्र आकारस्य ईकारं भवेत् इति सूत्रं वदति. सामान्यतया वयं कार्यं पूर्व अङ्गस्य अलोन्त्यस्य अनेन अङ्गस्य पूर्वं यत् अस्ति तत्र अन्तिमवर्णं स्वीकुर्मः, किन्तु अत्र विपरीतम् अस्ति आदे परस्य इति अलोन्त्यस्य अनेन अपवादः अस्ति भगिनी उक्तवती इति. आनस्य ईत् इत्युक्तमस्ति तर्हि परे आन इति अस्ति इति अवगच्छामः, प्रत्ययः अस्ति पर, तर्हि आदेः परस्य इति सूत्र इति परिभाषासूत्रं किं वदति इत्युक्ते सामान्यतया नमक अन्तस्य एव अलोन्तस्य इति यस्य यस्य वर्णस्य अन्तिमभागः एतस्य तदनुसृत्य कार्यं कुर्मः. अत्र तु आदेः परस्य किं वदति इत्युक्ते यत्र परे परनिमित्तिकम् अस्ति, तत्र तु आदिमवर्णस्य एव सूचना अस्ति, न तु पूर्णतया तस्मिन्नेव स्थाने आदिमवर्णस्य एव ग्रहणं भूत्वा कार्यं सम्भवति, पूर्णतया आदेशः इति नास्ति, केवलं प्रथमवर्णस्य एव आदेशः भवतु इति वदति सूत्रम्. आदेः परस्य प्रथमवारं पश्यामः खलु आदेः परस्य इति, इतः पूर्वं वयम् अस्माभिः न दृष्टम् आसीत्. एवं किं महोदय, कुत्र उदकस्य परसवन् पूर्वसवर्णः इति सकारस्य प्रत्यये कार्यम् आदेशः अत्र अपि सहस्थाने एव भवति आदेः परस्य इति सूत्रेण. पुनः द्वयोः अन्यतरस्यां तस्य परम् उदकस्थम्भौ इति सूत्रम् अत्र धातुः सकारस्य प्रत्ययः सकारः स्थानं सम्भौ इत्येव अतः सकारस्य एव कार्यम् आदेशः आदेशः प्रत्ययेन सकारस्य एव इति भवति अत्र. महोदय नूतनतया कानिचन सूत्राणि तत्र योजितवान् इति मन्ये, पूर्वं यत् अस्माभिः पठितम् आसीत् हल्सन्धिकार्याणि तत् तस्मिन् समये तु एते सूत्राणि तु न आसन्, एतानि सूत्राणि न आसन्, अधुना योजितवान् इति मन्ये. आम् महोदय, पूर्वं न अस्मिन् करपत्रे तु अनेके नूतनसूत्राणि महोदय अधुना योजितवान्. धन्यवादः महोदय, नूतनविषयः अस्ति अस्माकं कृते, पठनीयं पुनः करपत्रं स्वीकृत्य पठनीयम् अस्माभिः. धन्यवादः महोदय. क्षम्यतां न किमर्थं क्षम्यताम् इति वदति. आम् अरुणा भगिनी पठति स्म भगिनि. धन्यवादः महोदय. ध्येयं यत् तदानीं सार्वधातुकप्रक्रिया प्रवर्तनीया भवति तदा कर्तर्तकः सार्वधातुकप्रत्ययः परे भवति, परः भवति. तत्र च सार्वधातुकप्रक्रियायाः लक्षणम् इदं यत् धातुभ्यः कर्तर्तकः सार्वधातुकप्रत्ययपरे कर्तरि शप् इत्यनेन शप् विधीयते, तत् धातुगणम् अनुसृत्य च शप् प्रभाद्य विकरणप्रत्ययः विधीयते. अत्र वदति सार्वधातुकप्रत्ययसमये कर्तर्तक सार्वधातुकप्रत्ययपरे कर्तरिषप् कर्तर्तक अर्थे कर्तरिषप् आगच्छति, ततः विकरणप्रत्यय आगच्छति, तत्तत् गणस्य अनुसृत्य शप् प्रभाद्य विकरणप्रत्यय विधीयते. पूर्वादिगणे शप् अदादिगणे शप् प्रत्यय लोपः, दिवादिभ्यः श षण् इत्यादि विकरणप्रत्यय आगच्छति, ततः रूपाणि भिन्नं भवति, गणमनुसृत्य भेदः भवति खलु. कर्तरिषप्ति प्रथमम् आगच्छति, अनन्तरं गणमनुसृत्य विकरणप्रत्ययस्य भेदः भवति. अग्रिमपङ्क्तिमपि पठतु भगिनि. अधुना सानच् प्रत्ययः न केवलं कर्तृत्वे भवति अपि तु विवक्षानुगुण्येन कर्मण्यर्थे अपि भवति. कर्मण्यर्थे सति कर्तरि शप् इत्यनेन शप् न भवति, तदर्थं च धातुगणानुगुण्येन अन्ये विकरणप्रत्ययः अपि न विधीयन्ते, अपि तु सार्वधातुक यक् इत्यनेन यक् एव भवति. सर्वेषां धातूनां यक् एव भवति. भवादौ पादातोः कर्तर्त्रे पिबति, किन्तु कर्मणि शानचि प्रतिपेयमानः तथैव जुहोत्यादौ दादातुः ददाति किन्तु दीयमानः क्रयादौ च क्रीणाति किन्तु क्रियमाणः अनेन विस्पष्टं भवति यत् कर्तते सार्वधातुकप्रक्रिया अवशात् धातुगणम् अनुसृत्य रूपभेदः पिबति ददाति क्रीणाति इति किन्तु कर्मणि शानचि आर्धधातुकप्रक्रिया अवशात् धातुगणम् अनुसृत्य रूपभेदः नास्ति पीयमानः दीयमानः क्रियमाणः सर्वेभ्यः धातुभ्यः यक् भवति यदा तदा प्रत्ययः कर्मण्यर्थे अस्ति तदर्थं च कर्तृश न भवति सार्वधातुकप्रक्रिया च न भवति स्थानप्रत्ययः केवलं कर्तृत्वे एव न भवति परन्तु कर्मण्यर्थे अपि उपयोगं भवति कर्मण्यर्थे सति कर्तरि शप् इत्यनेन शप् न आगच्छति तदर्थं विकरणप्रत्यये अपि न आगच्छति अपि दृष्टान्तः पिबति धातुः पिब् धातु पादातोः कर्तते पिबति रूपं भवति कर्मणि शानचि शानचि विषये पीयमानः तथा जुहादतिगणे दादातो ददाति किन्तु दीयमानः क्रयादौ क्रीणाति क्रीयमाणः अनेन विस्पष्टं भवति यत् कर्तते सार्वधातुकप्रक्रिया अवशात् धातुगणम् अनुसृत्य रूपभेदः भवति परन्तु कर्मणि सानचि आददातुकक्रिया वर्षात् धातुगणम् अनुसृत्य रूपभेदः नास्ति यत्र कर्मणि शानचि तत्र भवति तत्र तु सर्वत्र तु कर्मण्य अर्थे चेत् गणमनुसृत्य भेदः न भवति सर्वेषु गणेषु अपि यत्किमपि धातुः यत्किमपि गणे भवतु यक् इति एव विकरणप्रत्ययः आगच्छति सर्वत्र किन्तु यत्र कर्तरर्थे अस्ति चेत् तर्हि यत्र शानज् अपि भवितुम् अर्हति यत्र आत्मनेपदी अस्ति चेत् शानज् भवति तत्र यत्र कर्तरर्थे विकरणप्रत्ययः गणमनुसृत्य विकरणप्रत्ययः आयान्ति प्रथमं कर्तरिषप् अनन्तरं धातुगणम् अनुसृत्य भिन्नभिन्नविकरणप्रत्ययः आगच्छन्ति इति विषयः आसीत् धन्यवादः भगिनि अग्रे पश्यामः किं नो चेत् विरमामः किम् सरला भगिनि ओ भगिनि अस्तु अधुना एव समापितवन्तः वयं तर्हि अग्रे शत्रु इति अस्ति शत्रु इति आरम्भं कुर्मः किं नो चेत् अग्रिमसप्ताहे पश्यामः किं भगिनि अहम् एकमासपर्यन्तं भारतदेशे गमिष्यामि ओ एवं किम् आगामि बुधवासरे न भवति किम् आम् अग्रे अग्रिम मासम् आगच्छति किम् भगिनि किम् आगच्छति अग्रे वासरे मया न्यूयार्क् तः अस्मि परन्तु बहु कार्यमस्ति अग्रिमसप्ताहे भवती अपि न आगमिष्यति किम् आगमिष्यो अस्तु अस्तु एवं किम् मुद्रणस्य एकनिमिषं मुद्रणस्य ओ बै द वे